पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 104 नारद उवाच ततो जलन्धरो दृष्ट्वा रुद्रमद्भुतविक्रमं चकारमायया गौरीं त्र्यम्बकं मोहयंस्तदा रथो परिगतां दृष्ट्वा रुदन्तीं च तदा शिवः शुम्भनिशुम्भदैत्यैश्च वध्यमानां ददर्शसः गौरीं तथाविधां दृष्ट्वा शिवो युद्विघ्नमानसः अवाङ्मुखस्थितस्तूष्णीं विस्मृत्य स्वपराक्रमम् ततो जलन्धरो वेगात्रिभिर्विव्याध सायकैः आ पुङ्खमग्नैस्तं रुद्रं शिरस्युरसि चोदरे ततो जज्ञे स तां मायां विष्णुना सम्प्रबोधितः रौद्ररूपधरो जातो ज्वालामालादिभीषणः तस्यातीव महारौद्रं रूपं दृष्ट्वा महासुराः न शेकुः प्रमुखे स्तादुं भेजिरे च दिशो दश तदशापं ददौ देवस्तयोः शुम्भनिशुम्भयोः मम युद्धादपक्रान्तौ गौर्या वध्यौ भविष्यधः पुनर्जलन्धरो वेगाद्ववर्ष निषिदैशरैः बाणान्धकारसञ्छन्नं यथा भूमितलं महद यावद्रुद्रः प्रचिच्छेद तस्य बाणां स्त्वरान्विदः तावत्स परिखेणाशु जखान वृषभं बली वृषस्तेन प्रहारेण परावृत्तो रणाङ्गणाद् रुद्रेणाकृष्यमाणोऽपि न तस्थौ रणभूमिषु ततः परमसंक्रुद्धो रुद्रो रौद्रवपुर्धरः चक्रं सुदर्शनं वेकाचिक्षेपादित्यवर्चसं प्रदहद्रोदसी वेगा तदासाद्य जलन्धरं जहार तच्चिरकायान् महदाय तलोचनं रथात् कायपपादोर्व्यां नादयन्वसुधातलं तेजश्च निर्गतं देहात् तद्रुद्रे लयमागमद दृष्ट्वा देहोद्भवं तेजस्तद्गौरीशे लयं गदम् अथ चेन्द्रादयो देव हर्षादुद्भुल्ललोचनाः प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितं देव ऊचुः महादेव त्वया देवा रक्षिता शत्रुजाद्भयाद् किञ्चिदन्यत् समुद्भूतं तत्र किं करवामहै वृन्दालावण्यसम्भ्रान्तो विष्णुस्तिष्ठति मोहितः ईश्वर उवाच गच्छध्वं शरणं देवा विष्णोर्मोहापनुतये शरण्यां मोहिनीं मायां सावकार्यं करिष्यति नारद उवाच इत्युक्त्वान्तर्दधे देवः सहभूतगणैस्तथा देवाश्च तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलां देवा ऊचुः यदुत् भवाः सत्त्वरजस्तमो गुणाः सर्गस्थितिध्वंस निदानकारणं यदिच्छया विश्वमिदं भवा भवौ तनोदिशुद्धां प्रकृतिं नदास्मताम् ये हि त्रयोविंशतिभेदि संज्ञिता जगत्यशेष समधिष्ठिता पुरा यद्रूपकर्माणि जडास्त्रयोऽपि ते देवा विदुर्न प्रकृतिं नतास्मताम् यद्भक्तियुक्ता पुरुषास्तु नित्यं दारिद्र्यव्यामोहपराभवादिकं न प्राप्नुवन्त्येव हि भक्तवत्सलां सदैव विष्णोः प्रकृतिं नतास्मताम् नारद उवाच स्तोत्रमेधत्रिसन्ध्यं यः पठेदेकाग्रमानसः दारिद्र्यमोहदुःखानि न कदाचित् पृशन्ति तम् इति स्तुवं तस्ते देवास्तेजो मण्डलमास्थितां ददृशुर्गगने तत्र ज्वालाव्याप्तदिगन्तराम् तन्मध्याद्भारतीं सर्वे ददृश्युर्व्योमचारिणीम् अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः गौरीलक्ष्मी स्वरा चेदि रजसत्त्वतमो गुणैः तत्र गच्छदतं कार्यं विधास्यन्ति च वसुराः नारद उवाच शृण्वदामिति देवानामन्तर्धानमगान्महः देवानां विस्मयोद्भुल्ल नेत्राणां तत्तदा नृप तदः सर्वेऽपि ते देवा गत्वा तद्वाक्यनोदिताः गौरीं लक्ष्मीं स्वरां चैव प्रणेमुर्भक्तितत्पराः तदस्तास्तान् सुरान् दृष्ट्वा प्रणतान् भक्तवत्सलाः बीजानि प्रददुस्तेभ्यो वाक्यान्यूचुश्च भूमिप देव्य ऊचुः इमानि क्षेत्रबीजानि विष्णुर्यत्रावतिष्ठति निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जालन्धरवधो नाम चतुरधिकशततमोऽध्यायः ॐ